नमस्कारः. अद्यतनविषयः अस्ति कर्मणि भावे लुङ् इति. करपत्रम् अनुवर्तते गतसप्ताहात्. तर्हि सरला भगिनी, शं धातोः विषये अत्र वयं यत् रूपं रद् धातोः विषये अपि वयं यत् रूपं कृतवन्तः तत्र दोषाः आसन् किं? कृपया रद् धातु महोदय पुनः कृतवान्. एकम् अन्यसूत्रम् अपि निवेशितवान् अत्र, तत् वयं दृष्टामः. तस् रभेश् अपि लटो तस्य अनन्तरं खलु रद् धातोः क्षम्यतां, रद् धातोः अनन्तरम् आगच्छति नेट् लिटि रथे इति सूत्रं वयं न कृतवन्तः गतसप्ताहे. नूतनसूत्रम् अस्ति तस् साक्षात् तस्य परे अस्ति तत् सूत्रं. रद् जबो रचि इति सप्तमदशे प्रथम अध्याये एकषष्टि सूत्रम् अस्ति. नेत्यलिति रधे इति षष्टि द्विषष्टि सूत्रम् अस्ति. तो तत्र पुनः चिन्तनीयानि खलु अस्माकं, पुनः रद् जातु पुनः चिन्तनीयं खलु. अपि शं धातु प्रति महोदय यदि शं योग इ तत्र पर्यन्तं केवलं पूर्ण वर्गं जातं. कथं स्थानिवत् स्थानिवत् अनल् विधिः भवति वा न, कथं पूर्वस्मिन् अच किम् अस्ति तत् पूर्वस्मिन् परस्मिन् पूर्वविधौ इति कथं कार्यं करोति, तत् उत अत उपधायान् तदनन्तरं एकं प्रति केवलं प्रथमपुरुषे एकवचने कस्य धातोः शं धातोः. ओ शं धातोः विषये पुनः चर्चा जाता. किं किम पुनः पुनः चर्चा जाता दृष्टवन्तः तदेव विषयः खलु, किन्तु पुनः चर्चा या किन्तु पुनः कृतवान् कारण कि पूर्वस्मिन् अच पूर्वस्मिन् परविधौ इति यत् अस्ति, अच परस्मिन् पूर्वविधौ इति सूत्रस्य अपि स्थानिवत् अनल्विधौ महोदय अहं चिन्तयामि महोदय अस्ति मन्यते सर्वे न अवगच्छन्ति पूर्णतया. तस्मिन् विषये भवती वदति किं, तदनन्तरं वयं शमदास्तोः विषये पुनः वदतु अनन्तरं बोधयतु अनन्तरं. किन्तु तदनन्तरं तदनन्तरं भगिनी चर्चा जाता बहिरङ्ग अन्तरङ्गं नित्यङ्गं बलाबलचिन्तनं मनसि भ्रमम् अस्ति. यावत् शक्यते तावत् वदतु अनन्तरं तावत्. अस्माकं मितां धातूनां विषये वयं कृतवन्तः खलु निजं, किन्तु तथैव केवलं जातम् अधिकं न कृतवन्तः भगिनि. अस्तु अस्तु अस्तु तर्हि वयं भगिनी एकवारं वदतु शं धातोः विषये, तदनन्तरं वयं यावत् शक्यते प्रथमं कुर्मः न रद् धातु न रद् अनन्तरं कुर्मः प्रथमं शं धातोः विषये. अस्तु शं या धातु यत् अस्ति तत् आगच्छति मितां हस्व मित् धातुः अस्ति साधु, कारण कि द्वादिगणे अस्ति, द्वादिगणे इति दत्तं नास्ति किन्तु द्वादिगणे शं धातु शम् उपशमे इति यदि आगच्छति तस्य मित् भवति. अर्थविषयः कारण कि अर्थविषयम् अस्ति अतः शं धातु द्वादिगणे आगच्छति इति उक्तवान्. तदनन्तरं चर्चा जाता यदि शं योग इति चिण् अस्ति साधु प्रथमपुरुषे एकवचने लुङ्लकारे अकार अडागमः भवति अशम् हेतुमति नने अशम योग इ तो अशम योग इ योग इ चिण् धातोः तत् चिण् लुक् भवति तत् इ अवशिष्यते तो अशम योग इ योग इ इदानीम् अशम योग इ प्रथमम् इ हेतुमतीन च अस्ति तस्य कारणे अतोपधाय इति कार्यं करोति अतोपधाय यदि कार्यं करोति अशाम योग अशाम भवति अशाम योग इ इदानीं मितां ह्रस्व इति भूत्वा अशमी योग इ भवति अशमी योग इ इदानीं किम् अस्ति नेन निटि इत्यस्य कार्यं भव यदि भवति अशम योग इ अशमी योग इ नेन निटि तस्य किम् अस्ति आर्धधातुके इदागमयस्य परिणामी अत्र मित् इति कारणेन शम् धातोः उपधा वृद्धिः न भवति खलु अन्य अन्यत् सूत्रमस्ति खलु तेन कारणेन खलु अत्र प्रथमोपदेशस्य मान्तस्य अनशाम् किमस्ति तत् न उक्तवान् मितां हस्व अस्य सूत्रेण हस्व भवति उपधायां रौ परे तो इदानीं चिण् परे अस्ति एकनिमिषं भगिनि अत्र शम् धातोः विषये एकनिमिषं तत् एतं परिच्छेदं कृपया पश्यतु नोदातोपदेशस्य मान्तस्य अनाचमेः इति भागम् कुत्र तत्रैव शम् इति आयाति तत्र शम् अस्तु अनेन सूत्रेण उदातोपदेशस्य मान्तस्य मकार अन्ते अस्ति इति कृत्वा तादृश अङ्गस्य उपदा वृद्धिः न भवति इति अस्ति मिति चिन् कृतोः न भवति इति भगिनी रिजन्तमित धातव तत्र मितां हस्व तस्य परिभाषा किम् अस्ति मित् धातूनाम् उपधाय स्वर हस्व भवति निच् प्रत्यये परे संज्ञा अस्ति केवलम् अत्र अन्ते मकारः अस्ति इति कृत्वा मित् नास्ति मित् इति संज्ञा अस्ति येन अनेके धातवः मित् इति ग्रहणीयः तत्र तु मित् इत्यस्मिन् शम् नास्ति शम् इदानीं अतः अहं वदामि मित् इति शम् यत् शम् यत् अस्ति तत् अर्थविषयान्तरम् अस्ति उपशमे इति यदि तस्य पूर्वम् उपसर्गः अस्ति तस्य अर्थम् इति मित् एव भवति इति महोदय उक्तवान् शम् मित् अस्ति सूत्रं चतुर्थ किं दिवादिगणस्य तु शम् उपशमे इति धातु अर्थः उपशमे इति अस्ति आम् धातु अर्थः उपशमे अस्ति इति विद्याभगिनी उक्तवती किन्तु सूत्रं किं शम् इत्यनेन उपसर्गसहितं यत् भवति तत्तु मित् अस्ति इति सूत्रं किम् अस्ति शम् उपशमे इति महोदय उक्तवान् अर्थविशेषम् अस्ति इति उक्तवान् सूत्रं न उक्तवती केवलम् इति उक्तवती शम् इति उपशमे तु महोदय उक्तवान् उपशमे इति अर्थविषयं कृत्वा भवति धातोः एव अर्थः उपशमे इति दत्तमस्ति भगिनि शम् धातु भुवादिगणे अपि अस्ति अत्र अतः आलोचने आं सत्यं भगिनि उपशमे इति वदति तत् उपशमे इति अर्थे दिवादिगणे आयाति इति वदामि तदेव किन्तु धातुः साक्षात् मित् धातुः इति कुत्र लिखितः इति न भगिनि प्रथमं महोदय शम् धातु निजन्तरूपं प्रथमं करणीयं शम् योगः हेतुमति च सूत्रेण निच् प्रति आगच्छति तद् अवधा युनो अतः उपधा दीर्घ वृद्धिः भवति. तदनन्तरं मितां ह्रस्वसूत्रम् आगत्य किमर्थं मित् संज्ञा अस्ति, अत्र करपत्रे तु न लिखितम् अस्ति खलु. अत्र क्रम् इति भागं पश्यति चेत् एकवारं पश्यन्तु, अहं यत्र वदामि एकवारं तत्र पश्यन्तु. नो धातोपदेशस्य मान्तस्य अनाचमेः इति सूत्रं पश्यन्ति किम्? अधुपदमकारान्तभागे अस्ति, तत्र पश्यतु भगिनि. सामान्यसूत्रमस्ति एकाच उपदेश अनुदातात् इति सूत्रेण यः धातुः अनुदातः अस्ति सः अनित् इति वयं जानीमः खलु. जन्वद्धातु रद्द धातोः उपरि भगिनि, रद्द धातोः उपरि अधुपदमकारान्तदातव. तत्र एकाच उपदेशे अनुदात, एकाच उपदेशे अनुदात, नो धातोपदेशस्य मान्त्यस्य नाचमे उपदेशे अवस्याम्. अनन्तरं वार्तिकमपि अस्ति, अनाचमि कमि वमीनाम् इति वक्तव्यम् इति अस्ति. इत्यनेन अचां कं वम् इति त्रीन् धातून् वर्जयित्वा उदात्तमकारान्तधातूनाम् उपदावृद्धिनिषेधः चिनि नित्कृत् प्रत्यये परे इति अस्तु. अस्तु. तर्हि अत्र चत्वारः अनुदात्तमकारान्तधातवः सन्ति इति पश्यति किम् अस्तु. चत्वार अनुदात मकारान्तधातुः सन्ति, गम रम नम यम अनुदातत्वा ते च अनित् अनुदात अनुदातत्वात् च तेषां नो धातोपदेशस्य मान्तस्य नाचमेः इति सूत्रेण उपधावृद्धिनिषेधः न भवति. तदा अनाचमि कमि वमि नामि इति वक्तव्यम् वार्तिकम् इति वार्तिकेन आचं कं वम् इति त्रयधातव यद्यपि सेत् तथापि तेषाम् उपधावृद्धिनिषेधः न भवति. अवशिष्टाः सर्वे मकारान्त सेत् धातव, ये तेषाम् उपधावृद्धिनिषेधः भवति इति कृत्वा प्रथम किम् अस्ति कोष्टकम् अस्ति गम रम नम यम इति किमर्थं ते अनुदाताः सन्ति, उदातानामेव प्रश्नः अस्ति खलु. अनुदाताः सन्ति इति कृत्वा उपधादीर्घनिषेधः इति किमपि नास्ति, ते अनिटः सन्ति केवलम्. अनन्तरम् अचां कं वम् इति ये सन्ति वार्तिकेन अनेन वार्तिकेन यद्यपि सेटः सन्ति तथापि तेषाम् उपधावृद्धिनिषेधो न भवति अनेन वार्तिकेन. अनाचं कमि वम् इति अचां कं वम् इति त्रयः धातवः सन्ति, येषां वृद्धिनिषेधः न भवति इत्युक्ते वृद्धि भवति इति अर्थः खलु. वृद्धिनिषेधः न भवति इत्युक्ते वृद्धिः भवति. उपदा वृद्धिः इत्युक्ते अकारस्य आकारः भवति, अचाम् इति भवति, कां वाम् इति भवति. अनन्तरम् अवशिष्टाः सर्वे मकारान्तदातः सेटः सन्ति इत्युक्ते शम् दम् तम् इत्येते दातवः सेटः सन्ति. अनन्तरं ते उदाताः सन्ति इति कृत्वा उदात्त उपदेशस्य मकारः अस्ति, मान्ताः सन्ति इति कृत्वा तेषां वृद्धिः न भवति इति नितिचिन् कृतो हो इति अस्ति इति कृत्वा शन्धातोः वृद्धिः निषिद्धः. मित् इत्यनेन मितां ह्रस्वः इत्यनेन ह्रस्वः न भवति, अनेन सूत्रेण वृद्धिनिषेधः भवति खलु. किन्तु अहं न जानामि मितां ह्रस्व एव वमीपीति वाक्यं अत्र तदपि भवति वा किं महोदय? सम्धातु अपि अत्र दत्तम् अनाचमे कमे वमि नामिति वाक्यम् इति वाक्यम् आचं कं वम् इति त्रयाणाम् एव ग्रहणं सं नास्ति खलु, तत्र लिखितं नास्ति खलु. अनाचमि कमि वमीनां वक्तव्यम् इति एव विषयं तत्र नास्ति इति कृत्वा वृद्धिः वृद्धिः भवति इति अर्थः आम् तदेव सरला भगिनी अपि उक्तवती साम् मितां ह्रस्वः इत्यनेन वृद्धिनिषेधः इति उक्तवतीः इत्यनेन वृद्धिनिषेधः नास्ति अत्र तु केवलम् अत्र अनेन सूत्रेण वृद्धिः न भवति इति मम अत्र वृद्धिः नास्ति उपधा दीर्घ उपधायाः स्वरः ह्रस्व भवति भगिनि मितां ह्रस्व इत्यनेन निषेधः नास्ति केवलं वृद्धि इत्यनेनपि तदेव कार्यं खलु भगिनि शम् इति प्रथमं शां भवति स्म किन्तु तद् प्रभाति सूत्रेण शम् इति एव तिष्ठति समेव तिष्ठति अकारः अस्ति खलु इति कृत्वा समानविषयः अस्ति खलु तदनन्तरं स्या सियुतादिषु भगिनी भवती महोदयं लिखतु वा महोदयस्य अहम् एकवारं ध्वनिमुद्रणं महोदयेन सह अन्ये करपत्राणि अहं पश्यामि यत्र क्षं धातुः मित् मितां गणानां तत्र दत्तमस्ति वा इति ज्ञप यम इति एव पश्यामि अत्र क्षं दातुं न पश्यामि एव तदेव अहं पश्यन्ती अस्मि अधुना भगिनि भवती दर्शितवन्तः सूत्रं किं भगिनि कुत्र सूत्रं सङ्ख्या किं भगिनि उपरि अस्ति भगिनि मितां ह्रस्वः अस्ति तदनन्तरम् अधुना उपरि उपरि यत् अदुपधा धातु अस्ति न तत्र एकाचुपदेशे अनुदात नो धातोपदेश मान्त्रस्य नाचमे सप्तमदासे तृतीय पादे त्रिशन्तम् अवगतम् अवगतम् एकाच उपदेश अनुदात्तात् एकाच उपदेश अस्य अनन्तरम् अनन्तरं या धन्यवादः भगिनि एकनिमिषं भगिनि अहं सिद्धान्तकौमुदी कुत्रचित् अस्ति तत्र पश्यामि अस्तु पृच्छामः महोदयं पृच्छामः नो चेत् विद्या भगिनीमपि अग्रे अनन्तरं पृच्छामः कुत्रचित् अपि शम् धातोः मित् इति तदेव एकवारं पश्यन् मित् इति संज्ञा अस्ति वा इति यदि उपशमे अर्थे अस्ति तत् भवादिगणीय इव मित् भवति भवादिगणे घटादे मितां ह्रस्व अस्ति साधु तत्र आगच्छति तस्मिन् घटादयः इति वा किं घटादे आं चत्वारि चतुर्चत्वारि शत धातव सति घटादय तस्मिन् शम् अन्तर्भूतः भवति अहं चिन्तयामि भगिनि गतवर्गस्य यदि ध्वनि भवती शृणोति तत् बहवसूत्राणि कुत्र विरोधः अस्ति, कुत्र अपवादः अस्ति, कुत्र कम् आगच्छति. एकनिमिषं पश्यामि. अग्रे वदतु भगिनि, भगिनी वदन्ति आसीत्. अहं वदामि कथं चर्चा जाता. कारणं कि अन्ततो गत्वा अन्तिम आहत्य किं संशय किं भवति तत् भवति एव वदतु. सो प्रथमं चर्चा जाता इति शं धातु द्वादिगणे उपशमे इति अर्थात् विषयं करे इति मन्ये. तो धं शिम् इति मित्तां गणे आगच्छति. अत्र उपधाय अशम् उपधाय अत उपधाय हेतुमति अनेन अशां योग इ योग इ चिन् इति प्रथमपुरुषस्य एकवचने एतस्य सिद्धतिङ् प्रत्यय भवति. चिन् लुको इति अनेन इ अवशिष्यते. द्विवारम् इ आगच्छति. एकवारं हेतुमति अनेन द्वितीयं वारं चिन् लुको इति चिन् अस्ति. अतोपधाय सो अशां योग इ अशां योग इ योग इ भवति. इदानीं मतां ह्रस्व भवति. सो अशं योग अशमी योग इ भवति. इदानीं प्रश्नस्ति रेणनिति इति यत् कार्यं करोति. यदि रेणनिति तस्य निमित्तानि सन्ति यत्र आर्धधातुक निच् इदागम नास्ति. आर्धधातुक इदागम नास्ति तस्य परे अस्ति तस्य रेणनिति पूर्वस्य रूपं भवति. इदानीं रेणनिति यदि कार्यं करोति अशां योग इ अवशिष्यते. साधु एक इकारस्य लोपः भवति, निच् लोपः भवति. इदानीं यत् निच् लोपः भवति इति अवशिष्यते. तो स्थानिवत् अनल्विधो तस्य कारम् अशास्त्रीय भवेत्. कारणं कि यदि इकार स्थानिवत् भवति तत् अल्विधि अस्ति. अल्विधि कथम् अस्ति? अल्विधि नास्ति. कारणं कि यत् कार्यं तदनन्तरं भवति तत् सूत्रस्य निमित्तम् इकार न भवति. अतः तत् अल्विधि नास्ति, अनल्विधि भवति. स्थानिवत् अनल्विधि भगिनि क्षम्यता, किमर्थम् अल्विधि नास्ति अत्र? अहं न स्पष्टं न अस्ति. कारणं कि अग्रिमसूत्रम् अतोपधाय पुनः आगच्छति. कारणं कि इकारचिन् पडे अस्ति तस्य. साधु अतः तस् अतोपधाय स निमित्तानि सन्ति पूर्वं ह्रस्वकार भवेत्, ह्रस्वस्वर भवेत्. तस्य परे यदि निति निति अस्ति तो इति यदि इकार अस्ति तस्य इकारनिमित्तं नास्ति यस्य लोपः अभवत् रेणनिति अनेन. सो तत् यदि वर्णनिमित्तं नास्ति तत् अल्विधि नास्ति. अवगच्छति इदानीं? स्पष्टं नास्ति भगिनि. अल्विधि किम्? अल्विधि मीन्स् वर्णनिमित्तकं कार्यं भवेत्. अल्विधि इति वर्णनिमित्तकं कार्यं जानामि. सुवर्णनिमित्तकं कार्यं जस् अतुबुधाय यस्य कार्यमस्ति तस्य प्रति इकार यस्य लोपः अभवत् तस् निमित्तं नास्ति साधु अतुबुधाय तस्य निमित्तम् इकार नास्ति यस्य लोपः अभवत् अतुपधाय निमित्तम् अस्ति ञतिरिति परे पूर्वं तस्य उपधायां ह्रस्व भवेत् ह्रस्व स्वर भवेत् साधु द्वितीय यदि अस्ति त इदानीम् अवगच्छति अवगतं सो सो तत् भवति अनल्विधि अनल्विधि भिञ्जत् अल्विधि नास्ति सो स्थानिवत् अनल्विध्यो इति सूत्रेण किं भवति यस्य वर्णस्य लोप भवति स्थानी यत् लोप भवत् तत् पुनः स्थानिवत् भवति तत्र आगत्य तिष्ठति सो पुनः अशमी एव दृश्यते इदानीं तृतीय काले यदि अतोपधायाम् आगच्छति अतोपधायां कार्यं कर्तुम् इच्छति तत्र अशमी इति दृश्यति तदानीम् उपधायाम् अकार नास्ति किन्तु मकार भवति अवगच्छति यदि मकार भवति तद् अतोपधाया कार्यं बाधितं भवति तत् भवति अशास्त्रीयकार्यम् यदि अशास्त्रीयकार्यम् अस्ति स्थानिवत् अनल्विदो तस्य कार्यमपि न भवति सो इति यदि अल्विधि अस्ति या अशास्त्रीयकार्यम् अस्ति तत्र स्थानिवत् अनल्विदो तस्य कार्यं न करणीयम् इति नियमः अस्ति सो स्थानिवत् अनल्विदो तस्य कार्यं न भवति अत्र सो इदानीम् अशां योग ई यत् अस्ति नेन निति इति भूत्वा इदानीं वयं स्वीकुर्मः अच परस्मिन् पूर्वविधौ इति सूत्रस्य यदि अच परस्मिन् पूर्वविधौ आगच्छति तत्र किं भवति पुनः इकारस्थानिवत् भवति साधु स्थानिवत् यदि भवति तस्य निमित्तानि भवति तस्य परे अतो उपाधाया कृते तस्य परे परस्मिन् तस्य परे निच् चिन् अस्ति तत् परस् इकार अस्ति तस्य पूर्वविधिः अस्ति ह्रस्वकारस्य ह्रस्वकारस्य दीर्घतं भवति सो इदानीं यदि आगच्छति अच परस्मिन् पूर्वविधौ इति सूत्रेण तस्य कार्यं बाधितं भवति तत् स्वीकृतम् अत्र यदि अच परस्मिन् पूर्वस्मिन् तत्र शास्त्रीयकार्यस्य कोऽपि सम्बन्धः नास्ति तत्र अच परस्मिन् पूर्वस्मिन् इति कारणेन इदानीं अतोपधाय तस्य कार्यं बाधितं भवति सो अशां योग ई इति अवशिष्यते इदानीं यद् अशां योग ई अस्ति नूतनसूत्रं किम् अस्ति अस्माकम् इदानीं चिरुणम्बलो दीर्घ भवति तस्य सूत्रेण साधु पुनः चिन्तनं करणीयम् स्थानिवत् अनल्विधौ अच परस्मिन् परस्मिन् तस्य कार्यं भवति न चिन्मलो उपधायां दीर्घ इति सूत्रेण प्रति साधु भगिनी चिन्मलो दीर्घो नेतरस्यां सूत्रं पूर्वं कार्यं करोति वा अच परस्मिन् पूर्वस्य पूर्वम् अतोपधायां वयं कृतवन्तः इदानीं यदि चिन्मुलो उपधायां दीर्घ इति तस्य यदि वयं कार्यं चिन्तयामः तत्रापि स्थानिवत् अनल्विधो कार्यं न करोति तत् कर्तुं शक्नोति समान समानचर्चा अस्ति तत्र अपि समान कारणं भवति कारण कि अनल्विद् चिन्मिलो उपधायां दीर्घ तस्य निमित्तानि अस्ति चिन् परे अस्ति उपधायां दीर्घ भवति. इदानीं यदि विकार इति यत् नित् रेण निति अनेन लोपः अभवत् स्थानिवत् भवति स्थानिवत् तत् पुनः अल्विधिः नास्ति अनल्विधिः अस्ति. यदि स्थानिवत् भवति तस्य कार्यं न भवति. उच्चमलोपधायां दीर्घकार्यं न कर्तुं शक्नोति यदि स्थानिवत् अनल्विधौ भवेत्. स्थानिवत् अनल्विधौ तस्य प्रसक्तिः न भवति कारणकी अशास्त्रीयकार्यं भवति. सो तत् अतः परस्मिन् अचः परस्मिन् पूर्वविदो इति यदि वयं कुर्मः अत्र तदा तदनन्तरं चिन्मुलोपधायां दीर्घ तस्य परे यदि अशाम् अस्ति इदानीं शम् अस्ति तस्य कार्यं भवितुं शक्नोति. भगिनी अनन्तरम् अहं दृष्टवती भगिनी अधुना अवगच्छामि भवती यत् वदति इति यथा भगिन्यौ द्वे अपि शम् इति भुआदिगणस्य धातुः तर्हि मित् अन्तर्गणे वर्तते घटादिमितः इत्यनेन इति कृत्वा मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. तथा एव शमु उपशमे इति द्विवादिगणीयधातुः अस्ति तस्य एव ग्रहणम् अस्ति अनेन सूत्रेण इति उपशमे इति धातुः अस्ति द्विवादिगणीयधातुः तस्य तु ग्रहणम् अस्ति नो धातोपदेशस्य मान्तस्य अनाचमेः इत्यनेन तस्य एव ग्रहणम् अस्ति. अन्य भुआदिगणीयधातोः शम् धातोः अत्र ग्रहणं नास्ति. अस्तु इति महोदय इति तस्य तत् न उक्तवान् एव अत्र इत्यत्र अस्ति इति कृत्वा नो धातोपदेशस्य मान्तस्य नाशमिः इत्यस्मिन्नेव वाक्यकाशिकायाम् अस्ति इति मम मन्ये तत्र मया एवम् अवगम्यते. अत्र दत्तमस्ति साक्षात् दत्तमस्ति शमु उपशमे इति एव इति धातोः एव ग्रहणम् इति घटादय एव घटादीनां नास्ति अत्र ग्रहणम् उपशमे इति द्विवादिगणीयधातोः ग्रहणम् घटादीनां तु ह्रस्वत्वं भवति मितां ह्रस्व इत्यनेन अत्र तु वृद्धिनिषेधः भवति नो धातोपदेशस्य मान्तस्य अनाचमेः इत्यनेन वृद्धिनिषेधः भवति न तु मितां ह्रस्वानेन न तु मितां ह्रस्वानेन आम् आं तथा अस्ति धातुद्वयम् अस्ति यत्किमपि स्वीकृत्य वयं कर्तुं रूपं साधयितुं शक्नुमः खलु उभयत्रापि चिन्तनीयं चिन्तनं प्रवर्तनीयं भवति खलु. या भगिनी अहं प्रार्थना करोमि भवत्यां महोदय सह भवती कृपया एकवारं मुद्रणमपि श्रुत्वा अहं महोदयं पृच्छामि भगिनि. आं तत् लाभदायकं भवति अस्माकं कृते अहं न वक्तुं शक्नोमि महोदय. महोदय सम्यक् वदति भगिनी अरुणा भगिनी न महाभ्रम अभवत् न लघु भगिन्याः चिन्तनं पुनः कुर्मः किं सरला भगिनी स्पष्टार्थं पृच्छामि शं धातु चुरादिगणे धातु अस्ति चेत् मितां ह्रस्व इति सूत्रेण ह्रस्व उपादायः स्वरः ह्रस्वः भवति साधु भगिनि. परन्तु द्विवादिगणे चुरादिगणे तु चुरादिगणे धातोः तु न भवति एव तत्र ग्रहणं न चुरादिगणे धातुः तु चत्वारः दातव केवलं षष् दातव इति एव धातवः मित्संज्ञकाः भवन्ति त्रयः दातवः शम् दातवः सन्ति भगिनि, द्वादिगणे कः धातुः अस्ति, द्वादिगणे दर्शने इति धातुः, तस्य तु घटादियो घटादि अन्तर्गणे वर्तते इति कृत्वा क्षम्यतां, शम् धातु भवादिगणे घटादय अन्तर्गण अन्तर्गणे अस्ति चेत् मितां ह्रस्व इति सूत्रेण उपधा ह्रस्व भवति, परन्तु दिवादि अस्ति चेत् नो धातौ उपदेशस्य मान्तस्य नाच मे सूत्रेण वृद्धिनिषेधः भवति भगिनि. चुरादिगणे अस्ति चेत् प्रायः उभयोः अपि ग्रहणं न भवति इति मन्ये. अपि भगिनि इदानीं पूर्व पूर्ण यदि अच परस्मिन् इति स्थानीवतनर्विदो चर्चा कृत्वा तदनन्तरम् आगत् वयं कृतवन्तः चिण्मिलो इति सूत्रम् अस्ति, नयननिति सूत्रं परसूत्रम् अस्ति, चिण्मिलो प्रथमं अनेनिति पूर्वसूत्रम् अस्ति, चिण्मिलो परसूत्रम् अस्ति. अतः चिण्मिलो कार्यं यत्र अस्ति तत्र पूर्वसूत्रं परसूत्रम् इति न द्रष्टव्यं खलु. एकं कार्यं भवति चेत् अन्य कार्यं समानाश्रितम् अन्यं कार्यं न भवति इति एव अस्ति तत्र. या किन्तु ते उक्तवान् तत् न दश भवती भवती शृणोतु, अहं न वक्तुं शक्नोमि. न न भवती अधुना पुनः वदतु यत् उक्तवती. चिण्मिलो दीर्घ इति परसूत्रम् अस्ति रेननिटि तस्य प्रति, कारणकी यदि अशां योग ई योग ई अस्ति तद् चत्वारि सूत्राणि एकसमये आगच्छन्ति, अर्थोपधाय चिन्मलो दीर्घ मितां ह्रस्वनेन निति. किन्तु वयं समानाश्रितं कार्यं नास्ति इति गते सप्ताहे चिन्तितवन्तः खलु, समानाश्रितं कार्यं नास्ति इति कृत्वा सूत्रम् उभयोः अपि कार्यं भवति इति नेरनिति तेसिते कार्यं भवति खलु. सो चिन्मिलो अस्य कार्यं प्रथमं न भवितुं शक्नोति यावत् पर्यन्तं हेतुमती तस्य मितां ह्रस्वकार्यं न करोति, यावत्पर्यन्तं मितां ह्रस्वकार्यं न करोति तावत्पर्यन्तं चिन्मिलो दीर्घ कार्यं न कर्तुं शक्नोति. किन्तु किम् इत्युक्ते अत्र इ इत्यस्यैव लोपः अस्ति खलु नेरनिटि इत्यस्मिन् कार्य उभयोः कार्योः सङ्कर्षः अस्ति वा भवत्याः एवं वदामि दातुं पेज् वदामि किम् अस्ति निजन्ताः मिद्दातः इति अस्ति खलु ज्ञप इति श्री स्वीकुर्मः ज्ञपयोग हि ज्ञापि इति स्वीकुर्मः अत्र किं ज्ञापि इति आगच्छति अनन्तरं चिन्नमलो दीर्घो अन्यतरस्याम् इत्यनेन उप एकस्मिन् पक्षे ज्ञापि अन्यस्मिन् पक्षे ज्ञपि इति भवति खलु ज्ञापि अन्यपि प्लस् इ इति भवति ज्ञापि प्लस् इ ज्ञपि प्लस् इ इति रूपद्वयं भवति. अत्र मितां ह्रस्वत्वेन दीर्घ ह्रस्वत्वं भवति अनन्तरं पुनः चिन्नमलो दीर्घो अन्यतरस्याम् इत्यनेन वैकल्पिकं रूपं भवति. अधुना नीरनिधि आगत्य कार्यं करोति. अत्र नि इत्यस्य लोपः भवति किन्तु अत्र किम् इत्युक्ते वयं किं कर्तुं शक्यते प्रथमं अत्र यद्यपि परसूत्रमस्ति प्रथमं कार्यं करोति तदनन्तरं नीरनिधि कार्यं कर्तुम् इत्यपि चिन्तनं किन्तु अन्यथापि क्लेशः नास्ति खलु भिन्नभिन्नकार्यं कार्याणि सन्ति खलु. इत्यस्य लोपः भवति तथापि वृद्धिकार्यं तु चिन्नमलो दीर्घो अन्यतरस्याम् इत्यस्य पुनः कार्यं भवितुम् अर्हति. किमर्थम् इत्युक्ते अस्तु यदि इदं वयं वदामः भगिनी तत्रनन्तरं चर्चा जाता यदि चिण्मलो इति परसूत्रम् अस्ति रेननिति पूर्वसूत्रम् अस्ति रेननिति भवति तस्य कार्यं पूर्वमपि भवतीं शक्नोति चुर्मिलोदीर्घस्य, तदनन्तरमपि तद्भवति नित्यसूत्रं, तदेनिति नित्यं बलवत् भवति तस्य कार्यं कर्तव्यं। तत्र किं वक्तुम् इच्छामि इत्युक्ते उभयोः सङ्कर्षः नास्ति, एतद् भवति इति कृत्वा अन्यत् न भवति इति किमपि सङ्कर्षः नास्ति, यत्र सङ्कर्षः भवति तत्रैव वयं बलाबलचिन्तनं कुर्मः खलु। भिन्नभिन्नस्थले आयाति खलु, भिन्नभिन्नस्थले कार्यं करोति इति कृत्वा सङ्कर्षः नास्ति खलु। प्रथमवर्षे एकवचने एव चिन्नमलो दीर्घो नेतृशं कार्यं करोति, अतः अहं चिन्तयामि अपादपुत्रत्वात् यद्यपि पूर्वसूत्रं वा परसूत्रमपि अस्ति चेत् अपि चिन्नमलो दीर्घ एव कार्यं करोति इति अहं चिन्तयामि। मम चिन्तनं सम्यक् वा नास्ति वा इति अहं न जानामि। तस्य कार्यमस्ति चिन्मलो दीर्घस्य, तद् तत्र एव द्वयं तिष्ठति, अश्वानि एकवचने एव कार्यं करोति, अन्यत्र नास्ति। अतः ममपि एवं तदेव प्रथमं कार्यं करोति इति चिन्ता, किमर्थम् इत्युक्ते वैकल्पिकं रूपं ददाति खलु इति, तत्र प्लेट् किमपि क्लेशः नास्ति इति मम। तत्र किम् इत्युक्ते यदि नेरनिटि इति प्रथमं कुर्मः चेदपि इति कुर्मः चेत् प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति खलु, तर्हि तथापरके च नौपरके इति कर्तुं शक्यते, किन्तु किमर्थं तथा चिन्परके नूल्परके प्रथमम् एतत् परसूत्रं कुर्मः चेत् तदनन्तरं मेन् इति सामान्यतया कर्तुं शक्यते। संध्या भगिनी प्रत्ययलोपे प्रत्ययलक्षणमिति सा उक्तवती, सा उक्तवती तस्य कार्यं भवति अन्ये भवति। मम चिन्तनमेवमस्ति उभयोः अपि सङ्कर्षः नास्ति इति कृत्वा यत् प्रथमं कर्तुम् इच्छामः इत्युक्ते परसूत्रमस्ति इति कृत्वा तद् सामान्यतया वयं तादृशचिन्तनमस्ति खलु अस्माकम्। वृद्धि वा ह्रस्वत्वं वा तस्य अनन्तरमेव वयं सामान्यतया निरमिति कुर्मः। सो अन्ततो गत्वा प्रक्रिया कथं भवति भगिनि? एवं मन्यता किमस्ति न्यपयोगः अशं योग ई योग ई रैट् हेतुमति अर्जुन तं किमर्थं भगिनि शं स्वीकृत्य किमर्थं वदति? अत्र तु वयं निजन्तः मित् दातवः इति स्वीकृत्य निजन्तः मित् दातवः इत्युक्ते अशं योग हेतुमति न इकार आगच्छति, अशं योग इकार आगच्छति हेतुमति त्यजामः। किमर्थम् इत्युक्ते भ्रमः जायते, कस्य शम् इत्यस्य विषये चर्चा जायते, अत्र ञप इति स्वीकृत्य कुर्मः। अस्तु अञप् योगः इ इति आगच्छति, निच् इत्यस्य इ इति नूतनधातुः प्रथमं वयं कुर्मः। एकनिमिषम् अहं लिखामि अपि मनसि तिष्ठति। अन्यप् साधु अन्यप् योग अन्यप् नि इति चुरादिगणीय साधु इकार तदनन्तरं णिच् अस्ति तच्चिन् इकार द्वेवारम् आसीत् द्विवारम् आगच्छति इकार साधु अज्ञप् योग इ योग इ। अधुना एव पश्यति चेत् अस्माकम् अस्य सूत्रस्य पूर्णतया किमस्ति निरनिति तस्यापि प्रसक्तिः अस्ति, चिन्नमलो दीर्घो नितरस्याम् इत्यस्य प्रसक्तिः अस्ति, भिन्नभिन्नकार्याणि सन्ति, किन्तु चिन्नमलो दीर्घो परसूत्रम् इति कृत्वा तत् प्रथमं कर्तुं शक्यते। अत्र अन्यप् योग इ तत्र अत उपधायां न कुर्मः, अत उपधायां परसूत्रम् अस्ति सर्वे सूत्राणि यदि वयं चिन्नमलो भवति इत्युक्ते अन्यप् योगः इ योगः इ इति अस्ति, प्रथमम् अतोपदाय कार्यं करोति, सर्वत्र कार्यं करोति इति कृत्वा अज्ञापि इति भवति, अनन्तरं तां ह्रस्वः इति आगत्य ह्रस्वत्वं कारयति, सर्वत्र पतति इति कृत्वा तत् पुनः तर्हि अन्यपि इति रूपं प्राप्नोति, तदनन्तरं चिन्नमलो दीर्घो अन्यतरस्याम् इति आगत्य वैकल्पिकं रूपं प्राप्नुमः, दीर्घरूपं प्राप्नुमः, तर्हि अन्यपि अज्ञापि इति रूपं प्राप्नुमः। तर्हि अनन्तर अज्ञाप् अज्ञप् इति रूपं प्राप्नुमः, तदनन्तरं नेरनेटि इति आगते इ इत्यस्य लोपं कुर्मः, कारयामः. तदनन्तरं पूर्वम् अज्ञाप् अज्ञप् द्वे रूपं वयं प्राप्नुमः स्वीकृति अज्ञापि कार्यं भवति इति कृत्वा अत्र सङ्कर्षः नास्ति. अनन्तरं नेरनिति इत्यस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति आगच्छति खलु. सो अज्ञाप् अज्ञापि अज्ञप् इति भवति. अतः च परस्मिन् पूर्वसूत्रम् अत्र न स्वीकरणीयम् महोदय. अन्यापि अन्यपि इति रूपं द्वयं महोदय पूर्वमेव कार्यं करोति चेत् अचः परस्मिन् पूर्वबुधौ इत्यस्य स्थानिवत् कार्यं पूर्वकार्यम् इति अत्र सूत्रं स्वीकरणीयं नास्ति किल. अत्र ञप इति अत्र उप अजनुनासिकः वर्णः अस्ति महोदय, प इति अकारः नास्ति, अजनुनासिकवर्गः वर्णः अस्ति इति कृत्वा ञप् इत्येव धातुः. यद्यपि महोदयेन ञप इति लिखितम् अस्ति किन्तु धातुः अत्र पकारस्य तु ञप् किं किम् अस्ति लोपः न भवति, केवलं अत्र तु उपदेशे अजनुनासिकः इत्यनेन लोपः भवति इति कृत्वा ञप् इत्येव धातुः. तर्हि अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यमेव नास्ति खलु. महोदय अतः कार्यं पूर्वमेव करोति चेत् अत्र वृद्धिः भवति. तदनन्तरं मिदाग्रस्वः अतः कार्यम् इति अचः कार्यम् इति वदति किम्? क्षम्यतां महोदय, इकारः लोपः इति वदामः खलु महोदय, तत् नेरनिति इति यत् कार्यम् अस्ति वर्णनिमित्तिकं कार्यं नास्ति खलु, तत् प्रत्ययकार्यम् अस्ति खलु. तर्हि अचः परस्मिन् पूर्वविधौ इत्यस्य विषयः नास्ति खलु. अत्र कार्यं न करोति अहं चिन्तयामि. आमां सत्यं, किमर्थम् इत्युक्ते तत्तु प्रत्ययकार्यम् अस्ति. अनन्तरम् अस्माकं प्रकृतसूत्रम् एतस्य छिन्नमलो दीर्घो अन्यस्तरस्याम् इति सूत्रं यद्यपि दीर्घत्वं कारयति किन्तु अत्र इ इति निमित्तं नास्ति, तत्र तु छिन् इति एव प्रत्ययमेव निमित्तम् अस्ति. नौ परके परे इति दत्तमस्ति, नौ इति एव चिन्तनमस्ति, इति इ परके इति न दत्तमस्ति, नौ परे इ परे इति न दत्तमस्ति इति कृत्वा इ लोपः भवति इति चिन्तनं न भाव्यते. अत्र नौ इति प्रत्ययस्य एव तत्र अपेक्षा अस्ति इति कृत्वा प्रत्ययोपि प्रतिलक्षणं तिष्ठति खलु. अतः परस्मिन् पूर्वविदति वर्णनिमित्तिककार्यं यत् अभवत् तस्मिन्नेव तदाश्रितं कार्यं न भवति इति एव अस्ति खलु. किन्तु अचुवर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तं परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णाश्रितेषु कार्येषु सः आदेशः स्थानिवद्भवति. एकवर्णाश्रितं कार्यं नास्ति खलु, अत्र तु प्रत्याश्रितं कार्यमस्ति. नौ परे इति दत्तमस्ति इति कृत्वा यद्यपि प्रत्ययस्य लोपः जातः, नौ इति प्रत्ययस्य नि इत्यस्य लोपः जातः, इ इत्यस्य निच् इत्यस्य लोपः जातः, तथापि निच् परके प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा निच् परे अस्ति इति स्वीकृत्वा एतस्य कार्यं सम्भवति. प्रत्ययलोपे प्रत्ययलक्षणं तस्य कार्यं आगच्छति साधु. आम् तादृशचिन्तनं कुर्मः किन्तु तस्य चिन्नमलौ दीर्घोन्नतरस्यां प्रथमं कर्तुं शक्यते इत्येव मम चिन्तनं. तत्र यदि नेरनिति प्रथमं कृत्वा आगच्छामः चेत् यद्यपि वयं प्रत्यलोपे प्रत्यलक्षणम् इत्यनेन अत्र कार्यं सम्भवति, अचः परस्मिन् इत्यस्य प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते अत्र चिन्नमुळ्ळो दीर्घोन्यतरस्याम् इत्यस्मिन् तु निश्चिति एव दत्तमस्ति, अत्र इ इति न दत्तमस्ति इति कृत्वा वर्णाश्रितं कार्यं, वर्णम् आश्रित्य किमपि कार्यं नास्ति भगिनी. तत् सर्वं वयं चर्चितवन्तः. तदेव तदेव, किन्तु तदपि अहं जानामि. किन्तु तदेव भगिनि, अत्र बलाबलचिन्तनस्य आवश्यकता नास्ति इति मम मतिः. किमर्थम् इत्युक्ते भिन्नस्थले कार्यं भवति, पृष्ठे आश्रितं कार्यम् इति कृत्वा यत्किमपि वयं सोपानं स्वीकुर्मः समानं फलं अन्तिमं प्रथमं धातु इति तस्य प्रक्रिया करणीयं, तदनन्तरं प्रत्ययस्य योजनं भवति इति उक्तवन्तः. कारणं यदि बलाबलं चिन्तनम् आगच्छति इति बहिरङ्गं भवति चिन्मलो चिन्मलो पदायां दीर्घतस्य कारणं कि रौ परके इति भवति तत्र, तो बहिरङ्गस्य कार्यं पूर्वं न कर्तव्यं. सो इति तदनन्तरं उक्तवन्तः अन्तिमे बहिरङ्गम् अस्ति इति कृत्वा नेरनिति प्रथमं कर्तव्यम् इति दत्तवन्तः उक्तवन्तः. किं प्रथमं धातुः कार्यं करणीयं, तदनन्तरं प्रत्ययस्य सोरेण निति पूर्वं कार्यं भवति. भवती शृणोति तत्तु किन्तु तदेव अहं शृणोमि, किन्तु मम एवम् एतदेव मम प्रश्नः अस्ति, यत्र बलाबलचिन्तनस्य सङ्कर्षः एव नास्ति तत्र किमर्थं बलाबलचिन्तनं, भिन्नस्थले कार्यं खलु. तदैव महोदय, आवश्यकमेव. तर्हि यत्किमपि सोपानं स्वीकुर्मः समानं फलं प्राप्नुमः तदर्थमेव. किमर्थम् इत्युक्ते तत्र द्वयोः अपि कार्ययोः सङ्कर्षः नास्ति खलु. भवती सत्यं वदति, किमपि सोपानं स्वीकुर्मः कार्यं समानम् एव आगच्छति, अन्ततो गत्वा रूपं द्वयं तिष्ठति, अज्ञापि अज्ञापि. यदि अच पूर्वसमिन् इति वयं स्वीकुर्मः, या प्रत्यलोप्य प्रत्यलक्षणं सिद्धवत् अत्र अभात् सर्वे इति सूत्राणि स्वीकृत्य एवमेव आगच्छति. किन्तु मम तु अहं तु एतदेव इच्छामि, प्रथमं चिन्नमलं कृत्वा एव अहं निरमति कर्तुम् इच्छामि सामान्यतया. किमर्थम् इत्युक्ते महोदयस्य करपत्रेषु सर्वत्र तादृशमेव अस्माभिः, नेरणि प्रथमं तु अथोपदाय किमपि कार्यं कृत्वा एव नेरणिटि इति कुर्मः खलु इति कृत्वा एतावत्पर्यन्तं तादृशचिन्तनम् आसीत् इति. मम अपि तदेव सरलं मम सति. रद्धधातोः विषये द्रष्टव्यं खलु, रद्धधातुः नूतनसूत्रं जातीयमस्ति, यत्र बलाबलचिन्तनं भवति मम तु शिरोवेदना. अपि अन्यः अहं सुखमहोदय किमपि शिष्यमाणा कृत्वा पाणिनीय इति अपि उक्तवान्, किं न जानामि. बहु पण्डिताः सन्ति तत् लला भगिनी इति न जानाति, अहं नामपि न जानामि. तत्तु प्रत्यलोपे वर्ण यत्र प्रत्यलोपे प्रत्य अपाणिनीयः किम् अस्ति, किं किमस्ति भगिनि पुनः वदतु. न शिष्यमाण अकृत्या पाणिनी प्रथम पाणिनीयाः इति किमपि अस्ति, तत् किं कुत्र आयाति इत्युक्ते पूर्वं वयं किम् आसीत् एकं वार्तिकं वयम् उक्तवन्तः खलु, वार्तिकं वयं वदामः स्म, तत्तु अनन्तरं महोदय उक्तवान् तत् वार्तिकमपि नास्ति सूत्रमपि नास्ति इति कृत्वा तस्य प्रयोगः मास्तु इति उक्तवान्. किन्तु प्रत्यलोपे प्रत्यलक्षणम् इति तु सूत्रमेव अस्ति. अस्तु एकनिमिषं लक्ष्यस्य लक्ष्ये लक्ष्ये किमपि आसीत् खलु संथिङ्ग् तादृशचिन्तनं न कुर्मः एव किमपि न न महोदय उक्तवान् तस्य किमपि कार्यं नास्ति अत्र आम् अत्र तु प्रत्यलपि प्रतिलक्षणम् इति सूत्रमेव अस्ति इति कृत्वा तस्य सम्यक् एव चिन्तनं स्वीकुर्मः चेत् साधु एव रद्द धातुः भगिनी पठति किं भगिनी अरुणा भगिनी अरुणा भगिनी म्यूटेड् अस्ति इति मन्ये रब् धातु भगिनी रद्द धातु रदि जभो रचि तदेव भगिनि रदि जभो रचि रद् धातोः झब् धातोः च नुमागमः भवति अजादौ प्रत्यये परे इमौ द्वौ धातु इदितौ न स्तः अतः इदितो नुम् धातोः इत्यनेन नुमागमः न भवति स्म तदर्थम् अस्य सूत्रस्य आवश्यकता अनुवृत्तिसहितसूत्रं पूर्णं पठामि भगिनि रदिश्च जब् च तयोरितरेतरद्वन्द्वः रदि जबौ तयोः रदि जबोः रदि जबोः षष्ट्यन्तम् अचि सप्तम्यन्तं द्विपदमिदं सूत्रम् इदितो नुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रदि जभोः धातोः अङ्गस्य नुम् अचि अत्र सूत्रमस्ति नियमसूत्रमस्ति रदि जभो रचि अत्र द्वौ धातु रद् धातु च झब् धातु नुमागम आगच्छति निमित्तमस्ति अजादौ प्रत्यये परे न तु इमौ द्वौ धातु इदितो नुम् न सः ततः इदितो नुम् धातोः इति सूत्रेण नुमागम न भवति ततः नूतनसूत्रम् तदर्थं रदिजभो रचि इति सूत्रेण अजादिप्रत्यये परे नुमागम भवति अनुभूतिसहितसूत्रं रजिजभोः धातोः अङ्गस्य नुम् आचि अचिपरे तदेव अत्र दत्तं न तु सामान्यतया नुमागमः न भवति किन्तु कुत्र कुत्र भवति अचि प्रत्यये परे अङ्गस्य नुमागमः भवति इति पूर्वं यत् अकृतव्योहाः पाणिनीयाः इति सूत्रमासीत् खलु पूर्वं वयं निमित्तपाये नैमित्तिकस्यापि अपायः इति वदन्तः स्मः तत्तु निमित्तम् इति वर्णाश्रितं निमित्तं तादृशविषये आगच्छति अत्र तु प्रत्ययलोपे प्रत्यलक्षणम् इत्यपि लोपः भवति तस्य कार्यं भवति इति आसीत् अस्माकं चर्चा पुनः वदतु भगिनि निमित्तपाये नैमित्तिकस्यापि अपायः इति कृत्वा पूर्वं वयं पठन्तः स्मः यत्र निमित्तं गच्छति चेत् तदाश्रितं कार्यं यज्जातं तदपि लुप्यते इति उदाहरणार्थं यत्र अत्र णकारस्य तु रेपः रेपस्य शकारस्य कारणेन नकारः भवति किन्तु यत्र रेपस्य लोपः वा शकारस्य लोपः भवति चेत् नकारस्य पुनः नकारः भवति इति तत्र तु वयं निमित्तपाय वर्णाश्रितमासीत् खलु तादृशकार्याणि वर्णाश्रितम् अस्ति तत्र निमित्तं गच्छति चेत् अपगच्छति चेत् नैमित्तिकमपि अपगच्छति लेपस्य लोपं कुर्मः चेत् नकारस्य तु नत्वं गच्छति नकारः आयाति किन्तु निमित्तपाये नैमित्तिकस्यापि अपायः इति किमपि सूत्रं वा वार्तिकं वा नास्ति इति कृत्वा तत्र तस्य प्रयोगं न कर्तुं शक्यते कुत्रचिदपि व्याकरणलोके तदुपयुज्य वयं यत्र किमस्ति अस्माकं मतं प्रकटयितुं वा किं प्रक्रिया साधयितुं न शक्नुमः किमर्थं सूत्रं नास्ति इति कृत्वा ततः अकृतव्यूहाः पाणिनीयाः इति एकं वार्तिकम् अस्ति तदुपयुज्य तदेव विषयः अस्ति किन्तु अस्माभिः निर्णेतुं शक्नुमः किन्तु अत्र किम् अस्ति, णि इत्यस्य लोपः भवति इति कृत्वा तदाश्रितं कार्यं न भवति इति वक्तुं न शक्यते खलु. किमर्थम् इत्युक्ते णि इति प्रत्ययः अस्ति, प्रत्ययस्य अत्र लोपः भवति इति कृत्वा प्रत्ययस्य प्रत्ययः अपगच्छति इति कृत्वा प्रत्ययकार्यमपि अपगच्छति इति वक्तुं न शक्यते. वर्णानामेव तादृशसङ्कल्पः अत्र विषयः. अत्र तु प्रत्ययम् अस्ति, प्रत्ययः अस्ति इति कृत्वा यद्यपि प्रत्ययस्य लोपः भवति तथापि प्रत्ययस्य कार्यं तु सम्भवति एव, प्रत्ययलक्षणं तिष्ठति एव. तदेव भेदः. एकं तु एकत्र तु वर्णाश्रितमस्ति, अन्यत्र तु प्रत्ययाश्रितमस्ति. प्रत्ययस्य यत् कार्यमस्ति तत्तु यद्यपि लोपः अपगच्छति प्रत्ययः तथापि कार्यं भवति इति प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रमस्ति. किन्तु वर्णस्य कार्ये तु भिन्न विपरीतक्रमेण अस्ति. वर्णस्य विषये तु यदि अपगच्छति चेत् अकृतव्यूहाः पाणिन्याः इत्यनेन तदाश्रितं यत् कार्यमपि तत्र वयं न कुर्मः. किमर्थमित्युक्ते वर्णाश्रितं कार्यं वयं तु अन्तिमसोपाने एव कुर्मः खलु. वर्णाश्रितं कार्यम् आदौ न कुर्मः, अन्तिमसोपाने एव कुर्मः इति कृत्वा यत्र मध्ये सोपाने तत् अपगच्छति चेत् वर्णः अन्तिमसोपाने न कर्तव्यमेव. किमर्थं कुर्मः खलु इति कृत्वा वा अकृतव्यूहः इति, अकृत इत्युक्ते न करणीयं, यत् न करणीयं तत् वयं न कुर्मः. अस्तु भगिनि, क्षम्यताम्, अहं तु ओटे कृतवती तत्र भवत्याः यत्. तर्हि रज् धातुः जब धातुः सामान्यतः इति तु नुन् इति धातूनां नुमागः भवति. धातुद्वयं एतद् धातुद्वयं यद्यपि इदि इदित् धातवः धातुः नास्तः तथापि नुमागमः भवति अचि परे अनेन सूत्रेण. अस्तु, मणिमहोदय अग्रिमसूत्रं पठति किं महोदय? पठामि महोदय. नेटिलिटि प्रत्ययः तत्सूत्रं रद् धातोः नुमागमः न भवति इडामे परे लिट् लकारं वर्जयित्वा. लिट् वर्जे इति रदेर्नुं न स्यात्. न अव्ययम् इति सप्तम्यन्तम्, अलिटि सप्तम्यन्तं, रदेः पञ्चम्यन्तम् अनेकपदं सूत्रं. नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, रदेः नुम् न इति अलिति. पूर्वसूत्रं रदिजपरचि इति सूत्रं वदति रब् जब् धातोः अजादिप्रत्यप्ते नुमाहम उपधायाम् इति वदति. तत् प्रभात्य नेटिलिटि रदेः इति सूत्रं वदति नुमाहम इडाहम नास्ति यत् क्षमितं महोदय, नुमागमः नास्ति इडागमे परे अस्ति चेत् यद्यपि अस्ति. आम् आम्, यद्यपि इडागमः अजादि न भवति. आम् आम्, धन्यवादः महोदय. तत् वार्ताः न सामान्यसूत्राणि एव सन्ति खलु अत्र. आम् आम्, नसान्पदान्तस्य जलि इत्यनेन नकारस्य अनुसारं भवति, अनन्तरम् अनुसारस्य ऐपरसवन इति सूत्रेण अनुसारस्य पुनः नकार आदेशः परवर्ण अनुसारेण तस्य पञ्चम आदेशः. अस्तु महोदय, तर्हि रद्द धातोः विषये विवादं सेट् धातुः इति दत्तमस्ति वा इत्यपि. तर्हि सेट् अपि रूपं भवति, अनित् अपि रूपं भवति इति कृत्वा द्वयं भवति. तर्हि वयं प्रथमं सेट् इति स्वीकृत्य कुर्मः खलु. सेट् अस्ति इति कृत्वा इडागमः भवति तत्र, इडागमः भवति अत्र नेटिलिटि इति सूत्रं न कार्यं करोति, अनुमागमः न भवति. आम् महोदय, तर्हि भवान् वदति किं प्रथमपुरुषे एकवचने किम् अस्ति इति प्रथमस्य एकवचने नुमागम रदिजपुरजि इति सूत्रेण रद् नुगम नुमागमः. अत्र निच्पण्णः प्रत्ययः कः अस्ति? अरद्योगः इ इति अस्ति खलु, चिन् अरद्योगः इ निच् प्रत्ययः. तदनन्तरं निच् चिन् प्रत्यये अहं चिन्तयामि महोदय. रन्दिति भवति खलु अरन्द्योः इ महोदय अरन्दि इति एव आम् आम् आम् इति रूपं भवति सरला भगिनि आम् एवं मन्ये किन्तु सर्वं किं लिप्यस्य किं भवति किम् इत्यस्य इकारः अस्ति इति कृत्वा इडा नेत्यल् इति रदेः इत्यस्य प्रसक्तिः नास्ति इति कृत्वा रूपं दिविवचने अत्र नष्टापदन्त जलि अनुस्वारस्य यै परस्तपि वक्तव्यम् अस्तु अस्तु नचापदन्तस्य जलि इत्यस्य अपादस्य अपादपादन्तस्य नकारस्य मकारस्य स्थाने अनुसार भवति नकारस्य अत्र अनन्तरम् अनुसारस्य परसवर्णः इति सूत्रेण परावर्णः दकारः अधः अत्र नकार आदेशः अरन्द् इति योजनेन अरन्दि इति अनन्तरम् अन्यः वदति वा अहमेव द्विवचने अत्र इडाम अस्ति अधः रन्दि अत्र नेटिनिटि इति सूत्रमेव कार्यं करोति इति अहं चिन्तयामि महोदय न वा अरदि साताम् इति अत्र अरदि अर्धशातां शकारः भवति अर्धशातां बहुवचने अर्धशत मध्यंशे अस्मि धन्यवादः वक्तुमिच्छति चेत् मध्यं पुरुषे एकवचने भगिनि अत्रापि अरद् अनन्तरं सकारः लोपः भवति जलोजलि इति सूत्रम् अत्र तत् अन्यत् पक्ष यत्र इष्टा अस्ति मध्यमपुरुष सिद्ध सिंहप्रत्यय सेत् रूपं कुर्मः इष्टा न भवति अरदिष्ठाः इति अरदिष्ठाः सकारः भवति अत्र अरदिष्ठाः अनन्तरं अरदिशतम् अनन्तरम् अरदिशत्वम् अरदिद्वम् सूत्रमहं न अत्र द्विरूपं भवति वा एकरूपं एकरूपमेव अस्ति मन्ये महोदय किमर्थम् इन् प्रत्याहारे नास्ति खलु इति कृत्वा ध्वम् इति एव रूपम् अस्तु लुङ्लिटां गोङ्गात् इति डोङ्गात् इति विभाषेटः इत्यस्य प्रसक्तिः पुनः नास्ति किमर्थम् इत्युक्ते इन् परः नास्ति परन्तु अत्र जलाञ्जस्य इति सूत्रं कार्यं करोति दकारस्य तृतीयदकारः नास्ति महोदय इशात् इद्वम् इति अस्ति खलु अत्र नास्ति इकारः अस्ति खलु मध्ये पुनः तत्र सन्धिकार्यं किमपि अत्र न भवति सेट् अत्र स्वीकुर्मः तत्र सन्धिकार्यं किमपि न भवति किमर्थम् इत्युक्ते इकारः मध्ये अस्ति कृत्वा अरदिद्वम् इति धन्यवादः अरदिद्वम् इति अनन्तरं पूरयतु तर्हि महोदय नो चेत् वाक्यं वदतु भगिनि अरन्दिश् अरन्दिश् पूरयित्वा वयं वाक्यं साधयामः भगिनि धन्यवादः एकनिमिषं भगिनि रनिङ्ग् टु द different section computer iPad so I can't move एकनिमिषरन्ति इषि अरन्दिषि अरन्दिष्वहि अरन्दिष्महि नकारः नास्ति भगिनि इडागमः आसीत् अस्ति इति कृत्वा अरदिषि अरदिष्वहि अरदिष्महि नकारः किं न आगच्छति नकारः अत्र महोदयेन पठितम् आसीत् खलु नूतनसूत्रं नूतन किं किं सूत्रं तद् नेत्यलिति हृदेः इति अस्तु अग्रे पुनः अरुणा भगिनी क्षम्यतां सरला भगिनी न उक्तवती खलु सरला भगिनी अत्र अनिट् पक्षे चिन्तनं वदतु भगिनि एक प्रथमपुरुषे एकवचनं वदतु सरला भगिनी अहं म्यूट् मे उक्तवती अस्तु अराज् अदागम भवति अराज् योग इति चिन् अस्ति ततः रदि जबो रचि अनेन नुमागम भवति सो विद्युचो अन्त्यात् पर नुमागम अकारस्य परे आगच्छति सो अरन्द् इति भवति अरन्द् योग इ तदनन्तरं नश्चापदन्तस्य झलि अनुस्वारस्य यै परसवर्ण इति सूत्रेण अरन्धि इव तिष्ठति यथा पूर्वम् उक्तवन्तः अरद् योग साताम् अत्र सकार सकारखरी अस्ति धकार झलि अस्ति तत्र खरि च अनेन अरत् साताम् इति भवति तदनन्तरम् अरत् सत तथैव समानप्रक्रिया प्रथमपुरुषे बहुवचने मध्यमपुरुषे एकवचने अरद् योगस्था अस्ति इदानीं झलो झलि इति सूत्रस्य कारणं भवति सकारस्य लोपः भवति कारणकथ दकारझलि अस्ति सकारस्य परे अपि थकारझलि अस्ति सो इति सूत्रेण सकारस्य लोपः भवति इदानीम् अरद् योगथा भवति तद् झषस्तो ध अनेन थकारस्य स्थाने धकारः आगच्छति सो अरद् योगधा इति भवति इदानीं झलाञ्चषि इति सूत्रेण धकारस्य द्वितीयवर्णं तत्र नुमागमस्य कृते इडागम परे भवेत् न इडाग अजादिप्रत्यय भवेत् अजादिप्रत्यय नास्ति ओ अस्तु अस्तु भगिनि धन्यवादः महोदय ओ अहं द्रष्टुम् इच्छामि सुप्ता तु नास्ति सो अरद् योगधा तत्र जलाञ्चषि इति सूत्रेण अरद्धा इति भवति साधु आं भगिनि तदनन्तरं भवति अरद् योग साधां पुनः खरि च अनेन अरत् साताम् अरद् योगध्वं तत्र झलाञ्चषि अनेन अरद्ध्वं दकार आगच्छति पूर्वधकारस्य स्थाने सो अरद्ध्वम् अत्रापि केवलम् एकरूपमेव भवति कारणं कि इदागमे परे नास्ति अपि अङ्गं नास्ति तदनन्तरम् अरद् पुनः श्यमानकार्यं भवति अरत्सि सकारस्य पूर्व खरि च अनेन अरत् स्वहि अत्र सकारस्य लोपः न भवति कारण कि वकार इति झलि नास्ति सो झलो झलि इति कार्यं न भवति सो अरत् स्वहि अरस्महि इति भवति केवलं वर्णमेलम् ओ न खरि च अनेन धकारस्य तकार भवति अरत् स्वहि अरस्महि भगिनि अत्र इडागमे परे इति वदति इडागमः पूर्वे अस्ति इति वदति न इडागमे परे इति वदनेन परे इत्युक्ते परवर्णः इडागमः खलु अस्तु अस्तु धन्यवादः भगिनि गतं तदेव आसीत् खलु किन्तु कथम् एतत् सर्वं स्मरामः इति वाक्यरचनाम् इष्टवती खलु भगिनी वक्तुमिच्छति किं भगिनि रदुदातोः टु किल् इति दृष्टवती अहं टु किल् टु इञ्जर् टु हर्ट् टु बि रैपन् टु बि रेडि इति रध्यति इत्यस्य साक्षात् अर्थः अर्थं पश्यामः चेत् रद्धातु किति अर्थः भगिनि किं गणं किम् अस्ति रद्धातुः रध्यति इति दिवादिगणे दातु दिवादिगणे किन्तु अधुना अस्माकं किमस्ति लुङ् अस्ति लुङ् लुङ् लकारं कर्तव्यं तत् गणचिन्तनीयं न भवति कर्मणि भावे लुङ् इति कर्तव्यं तर्हि कः वक्तुमिच्छति रावणः रामेण अरन्दि इति नो चेत् तेन अहं अरन्सि इति न भवति आम् अरत्सि इति एव क्षम्यताम् अरत्सि तेन अहम् अरत्सि अनन्तरं डिड् यू से किल् डिड् यू से किल् भगिनि किल् आर् टु इञ्जुर् भगिनि Injury is okay, no? Because how can you talk if you are killed? Vyadena mrigaha aradishata Kena bhagini? Vyadena व्याधेन मृगाः अरदिशित नो चेत् अरत्सत अरत्सत वा अरदिशत साधु अन्य वाक्यानि सन्ति अस्तु अहं करोमि विडालेन मूषकः मूषक अरत्सत अरन्धि भवति अरन्धि आरक्षकेन त्वं किमासीत् तद्वयं अरदिष्टाः नो चेत् अरद्धाः इति तर्हि पर्याप्तं किम् समापयामः तर्हि भगिनि अस्तु धन्यवादः शुभरात्रिः शुभरात्रिः